ॐ सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नम् व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। हरिः ओम् श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। अस्माकं प्रवर्तमानविषयः अस्ति अष्टाध्यायीग्रन्थे सूत्रेषु बलाबलचिन्तनम्। तत्र वयं पूर्वत्र सिद्धम् इत्यस्य विषये स्मः। अस्माभिः तत्र दृष्टं त्रिपाद्यां तत्र विप्रतिषेधे परं कार्यम् इत्यस्य सूत्रस्य कार्यं न भवति। किमर्थं चेत् तत्र त्रिपाद्यां तत्र एकम् अधिकारसूत्रम् अस्ति पूर्वत्र सिद्धं। सर्वत्र त्रिपाद्याम् एतस्य सूत्रस्य अधिकारः वर्तते, अतः पूर्वत्र सिद्धम् इत्यनेन तत्र पूर्वशास्त्रस्य कृते परशास्त्रम् असिद्धं भवति। अतः यत्र त्रिपादीसूत्रस्य त्रिपादीसूत्रद्वयस्य प्रसक्तिः एकत्र भवति चेत् तत्र सर्वदा पूर्वत्र सिद्धम् इत्यनेन पूर्वसूत्रमेव बलवत् भवति, न तु अनन्तरं यत् सूत्रं वर्तते तत्। अपि च पूर्वत्र सिद्धम् इत्यनेन यत् पूर्वत्र वर्तते, पूर्वे तत्र सपाद सप्ताध्यायी अपि अस्ति, अतः सपाद सप्ताध्यायां प्रति अपि त्रिपादीसूत्राणि असिद्धानि। सो पूर्वत्र इत्यनेन न केवलं त्रिपादीयां यत् पूर्वसूत्रं तत् तस्य कृते परसूत्रम् असिद्धं, परन्तु सपाद सप्ताध्यायीसूत्राणां कृते अपि त्रिपादी असिद्धं भवति। अतः यत्र द्वयोः सूत्रयोः एकं सपाद सप्ताध्यायीसूत्रम् अपि च अन्यत् त्रिपादीसूत्रं द्वयोः सूत्रयोः एकत्र प्राप्तिः भवति चेत् तत्र सर्वदा प्रथमे पूर्वत्र सिद्धम् इत्यनेन सपाद सप्ताध्यायीसूत्रम् एव बलवत् भवति इति पूर्वत्र सिद्धम् इत्यस्य सूत्रस्य तत्र विवरणम् अस्ति। परन्तु केचन वैयाकरणाः अत्र न केवलं शास्त्र असिद्धम् इति सूत्रे वदति, परन्तु तेषां मतेन अत्र कार्यसिद्धम् अपि किञ्चित् कान्सेप्ट् वर्तते अत्र पूर्वत्र सिद्धम् इत्यनेन। अतः अस्माभिः दृष्टं द्वयोः सूत्रयोः एकत्र प्राप्तिः भवति चेत् एकं सूत्रम् असिद्धं भवति द्वितीयसूत्रस्य कृते, अतः तदेव अस्ति शास्त्र असिद्धम्। इदानीं तत्र पूर्वत्र सिद्धम् इत्यनेन कार्य असिद्धम् इत्युक्ते किं, तस्य विषये अस्माभिः अहं चिन्तयामि तत् अस्माभिः न पठितम्। इदानीं कार्य असिद्धं विषये पठितं वा किञ्चित् न पठितम्? ध्वनिः श्रूयते वा? श्रूयते महोदय, न पठितं न पठितम्। अस्माभिः केवलं संस्कृति इति विषयस्य एव पठितम् एतस्य। सो तत्रापि समान कान्सेप्ट् अस्ति, शास्त्र असिद्धम्। एकं शास्त्रस्य कृते अन्यत् शास्त्रम् असिद्धं भवति, बिकास् एकं पूर्वशास्त्रम् अस्ति अन्यत् परशास्त्रम् अस्ति। अतः तत्रापि पूर्वत्र सिद्धम् इत्यनेन पूर्वशास्त्रस्य कृते परशास्त्रम् असिद्धं भवति। इदानीं तत्र पूर्वत्र सिद्धम् इति सूत्रे यः द्वितीय कान्सेप्ट् अस्ति कार्य असिद्धं, कार्यं कथा असिद्धं भवति इति इदानीं तत्र पठामः। चेतना भगिनी भवती एव पठतु बिन्दु द्वितीयबिन्दु। कार्यसिद्धं पूर्वमेव त्रिपादीसूत्रस्य कार्यं कारितं चेत् तर्हि तत्पश्चात् सपादसप्ताध्यायीसूत्रं वा पूर्वत्रिपादीसूत्रं वा आयाति चेत् तयोः मनसि परत्रिपाठिसूत्रस्य कारितं कार्यं न दृश्यते एव, यतः तेन यत् किमपि क्रियते तत् पूर्वत्रासिद्धम् इत्यनेन असिद्धम्। इदं कार्यासिद्धम् इत्युच्यते। किम् अवगतम्? यदि एकस्मिन् स्तरे त्रिपाठिसूत्रस्य कार्यम् अभवत् तदा सपादसप्ताध्यायी सूत्रं तत् न दृश्यते एव, अतः एकवारं त्रिपाठिसूत्रस्य कार्यं कारितं चेत् सपादसप्ताध्यायीसूत्रं कार्यं कर्तुं न शक्यते इति। इत्युक्ते पूर्वे पूर्वसूत्रेण यत् कार्यं कृतं तत् द्वितीयसोपाने यत् अस्माभिः तद् दृश्यते तत्र इदानीं तत्र एतत् सूत्रस्य कार्यम् अस्ति, परन्तु अनेन चिन्तनेन पूर्वत्र सिद्धम् इति सूत्रेण शास्त्रेण तत्र अनन्तरं कार्यं न भवति, बिकास् तस्य सूत्रस्य कृते तु पूर्वे यत् कृतं कार्यम् अस्ति तत् तत्तु न अभवत् एव, बिकास् तत्र तत् सूत्रमेव न वर्तते शास्त्रे ग्रन्थे, अतः तदेव अस्ति कार्यसिद्धम्। अपि च यदि पूर्वत्रिपादिसूत्रेण पूर्वे कार्यं कारितं चेत् अनन्तरं त्रिपादिसूत्रमेव द्वितीयसोपाने अथवा तृतीयसोपाने त्रिपादिसूत्रमेव आगत्य तत्र तस्य प्रसक्तिः दृश्यते, तस्य कृते अपि यत् पूर्वं कृतं कार्यम् अस्ति तस्य असिद्धत्वात् तदेव कार्य असिद्धम् अस्ति, तत् कार्यं न दृश्यते, तस्य कृते तु तत् तादृशस्थितिः न वर्तते एव। इत्युक्ते अस्माभिः तत्र दृश्यते एतत्तु अत्र स्वरसन्धिः इदानीं करणीयं, परन्तु स्वरसन्धिसूत्रस्य कृते तत् असिद्धं भवति, तत् कार्यं न वर्तते एव। उदाहरणं पश्यामः चेत् तत्र किञ्चित् तत्र अवगमनम् इतोपि सिद्धं भवति। उदाहरणमपि पठतु भगिनि। उभौ योग अपि एचूय वायावः इत्यनेन यान्तावान्तादेशसन्धिः, उभावपि लोपः शाकल्यस्य इत्यनेन विकल्पेन वकारलोपः, उभा अपि सवर्णदीर्घसन्धि अकसवर्णे दीर्घः इत्यस्य मनसि लोपः शाकल्यस्य इत्यस्य कार्यं नैव जातम्, अतः अत्र सवर्णदीर्घसन्धि न प्रवर्तते कार्यासिद्धत्वात्। उभा अपि अत्र उभौ अपि इति सन्दर्भे एचूयवायावः उभ आव् अपि भवति, अतः उभावपि भवति विकल्पेन किं भवति औ आव् भवति, अतः आव् आदेशः इत्युक्ते तत्र आवादेशः, अतः उब् आव् अपि वर्णमेलने उभावपि। लोपः शाकलस्य इति सूत्रेण कस्यचित् पदस्य अन्ते वकारः अथवा यकारः वर्तते चेत् तस्य विकल्पेन लोपः भवति इति लोपः शाकलस्य प्रायशः अष्टाध्यायीग्रन्थे यत्र यत्र वैयाकरणस्य सूत्रे महर्षिणा नाम उक्तमस्ति चेत् तत् कार्यं प्रायशः इत्युक्ते 99.9% आफ् द टैम्स् दट् कार्यं विकल्पेन भवति। देट्स् आल्सो एन् हिण्ट्। यद्यपि अत्र पश्यतु, यद्यपि अत्र वा अन्यतरस्यां किमपि न उक्तमस्ति, परन्तु शाकल्यः इति यः वैयाकरणस्य पाणिनिपूर्वे एतत् वैयाकरणः आसीत् तेन मतेन तत्र अत्र पदान्तस्य वकारस्य यकारस्य लोपः भवति. इदानीं महर्षिणा एतस्य मतमपि स्वीकृतमस्ति, परन्तु कार्यं विकल्पेन भवति. एकस्मिन् पक्षे भवति, इच्छामः चेत् भवति, न इच्छामः चेत् न भवति. यदि वयं लोपशाकल्यस्य इत्यनेन कार्यं कुर्मः, तत्र उभाव प्लस् अपि इति यः उभाव इति यः अन्ते वकारः अस्ति, तस्य वकारस्य लोपः भवति अनेन सूत्रेण. परन्तु एतत् सूत्रं त्रिपाद्यां वर्तते, 8319 इति सूत्रमस्ति, त्रिपादीसूत्रमस्ति. अतः अनेन सूत्रेण कृतं कार्यम् अनन्तरम् अकः सवर्णे दीर्घः. इदानीं तत्र उभा प्लस् अपि अस्माकं समीपे तत्र किम् अस्ति, वकारस्य लोपः, उभा प्लस् अपि. इदानीं कोऽपि वदति, कोऽपि छात्रः वदति, अत्र अकार सवर्णदीर्घसन्धि इत्यस्य अवकाशः वर्तते, किमर्थं वयं सवर्णदीर्घसन्धि न कुर्मः? सो सवर्णदीर्घसन्धि शास्त्रं यत् अस्ति सः तु सपादसप्ताध्यायीशास्त्रं, तत् सूत्रं षष्ठाध्याये वर्तते. अतः तस्य कृते लोपशाकल्यस्य इति सूत्रं तस्य एक्सिस्टेन्स् एव नास्ति, न वर्तते, शास्त्रसिद्धम् अस्ति. अतः फार् अकः सवर्णे दीर्घः, अत्र उभा अपि नास्ति, अत्र तु उभाव अपि अस्ति, वकारः वर्तते अत्र. बिकास् लोपः शाकल्यस्य इत्यनेन यत् कृतं कार्यं वकारलोपः, अकः सवर्णे दीर्घः इति सूत्रस्य कृते तत् वकारलोपः न दृश्यते एव, बिकास् तत् शास्त्रसिद्धं, तत्र कोऽपि तादृशस्थि व्यवस्था एव नास्ति अकः सवर्णे दीर्घः इत्यस्य दृष्ट्या येन वकारस्य लोपः भवेत्. अतः अत्र कार्यसिद्धम् इति, तस्य नाम एव कार्यसिद्धम्. अतः अनन्तरं तत्र सवर्णदीर्घः न भवति. यदि वयं वकारलोपः कुर्मः, इदानीम् अत्र सवर्णदीर्घः. अतः ग्रन्थेषु कुत्रचित् वाक्येषु तत्र उभा अपि एव सपरेट्लि लिखितमस्ति, न तु सवर्णदीर्घ कृत्वा. सो इफ् सम्बडि रैट्स् उभापि, देट् इस् अन् असाधुरूपम् अस्ति. वी हेव् टु रैट् इट् सपरेट्लि, उभा प्लस् अपि. अदर्वैस् वी हेव् टु रैट् इट् उभा अपि. यदि वयं वकारस्य लोपः न कुर्मः चेत् अनन्तरं किमपि कार्यं न वर्तते, केवलं वर्णमेलनम् अस्ति उभा अपि, तदपि साधु, अपि च उभा अपि, एतत् रूपद्वयमेव साधुरूपं. परन्तु उभापि इति तत्र सन्धि कुर्मः चेत् तत् असाधुरूपम्. दिस् इस् वाट् इस् कार्यसिद्धम्. सो अनन्तरं द्वितीयसोपाने अकः सवर्णे दीर्घः इत्यस्य अत्र इतोपि तत्र दृश्यते. इदानीम् अत्र सवर्णदीर्घसन्धि कुर्मः, अकारस्य परे सवर्णः अस्ति, परन्तु अस्माभिः न करणीयं, तत् न करणीयं, तत् शास्त्रसिद्धमस्ति. अकः सवर्णे दीर्घः इति शास्त्रस्य कृते लोपशाकल्यस्य इत्यनेन कृतं कार्यं न दृश्यते. अतः तत्र अस्य शास्त्रस्य कृते तु वकारः वर्तते एव, अतः सवर्णदीर्घः न भवति इति कार्यसिद्धम्. अवगतं वा भगिनि कार्यसिद्धम्? सर्वैः अवगतं वा? अस्तु, इदानीं तत्र द्वितीय उदाहरणमस्ति कार्यसिद्धम् इत्यस्य. मञ्जरी भगिनि अग्रे पठतु भगिनि. बालः इह नमस्ते आचार्य, मम ध्वनिः श्रूयते वा? श्रूयते भगिनि, पठतु. बालः इह विसर्गसन्धिः यत्रापि तथा बालयोग सु योग इह तत्र अनुबन्धलोपे बालस् योग इह सषजुषो रुः इति सूत्रेण बाल रु इह अनुबन्धलोपे बालर् योग इह भो भगो अघो अपूर्वस्य योषि बालय योग इह अनन्तरं लोपः शाकल्यस्य 8.3.19 इत्यनेन विकल्पेन यकारः लोपः बाल इह आद्गुणः 6.1.87 इत्यस्य मनसि लोपः शाकल्यस्य इत्यस्य कार्यं नैव जातम् अतः अत्र गुणसन्धिः न प्रवर्तते कार्य असिद्धत्वात् अन्तिमरूपमस्ति बाल इह अत्र बालः इह इति विसर्गसन्धिः बालः इह प्रातिपदिकमस्ति बाल सुप्रत्ययः सु योग इह अत्र सुप्रत्ययः सकारोत्तर अनुनासिक इकारस्य इति संज्ञा भूत्वा तस्य उकारस्य इति संज्ञा भूत्वा लोपः भवति अनन्तरं बालस् योग इह अनन्तरं सषजुषो रुः इति सूत्रेण सकारस्य रुः तत्र बालरुः अनुबन्धलोपेन लोपानन्तर अनुबन्धलोपे तत्र बालर् तत्र अनुनासिक उकारस्य इत्संज्ञा भूत्वा तत्र लोपः भवति बालर् योग इह अनन्तरं भो भो अभोगो भो भगो अघो अपूर्वस्य यः अशि अत्र र र स्थाने य बालय योग इह इति र स्थाने यकार आदेशः कदा भवति भगिनि निमित्तं किम् अशि अश्वर्णः अश्वर्णः इत्युक्ते अश्वर्ण इत्युक्ते सर्वे स्वराः सर्वाणि व्यञ्जनानि मृदुव्यञ्जन केवलं मृदुव्यञ्जनानि इत्युक्ते कर्कशव्यञ्जनं विहाय व्यञ्जन कर्कशव्यञ्जनस्य विहाय अन्य सर्वे वर्णाः स्वरः वा अपि च मृदुव्यञ्जनः अत्र तु स्वरः अस्ति ह इह इति पदे इकारः अस्ति इकारः अपि अश्वर्णः अतः अत्र रेफस्य तत्र यकारादेशः भवति रेफस्य विसर्गादेशः कदा भवति भगिनि इह सुप्रत्ययस्य सजिषोरुः इति सूत्रेण रेफः भवति तस्य रेफस्य विसर्गादेशः कुत्रचित् भवति कदा भवति विसर्गादेशः विसर्गादेशः सूत्रं किम् सत्यं सत्यं खरवसान विसर्जनीय अवसाने परे खरिवरे खर् परे रेफस्य अस्य रेफस्य एव र इति ह बालर् अस्ति अस्य रेफस्य विसर्गादेशः भवति तत्र खर् अपि च अवसानपरे अवसान इत्युक्ते परे किमपि नास्ति विरामो अवसानः अपि च खर् वर्णे परे इदानीम् अश्वर्णे परे तस्य रेफस्य का गति इत्युक्ते यकारादेशः भवति भो भगो अघो अपूर्वस्य यः यः अशि अत्र पूर्वरूपसन्धि यः इत्युक्ते पूर्वरूपसन्धि भूत्वा यो अशि इति लिखितमस्ति अपि च अत्र लिखितमस्ति अपूर्वस्य तस्य कः अर्थः पूर्वे अभवेत् रेफस्य पूर्वे अभवेत् इत्युक्ते इ उ किमपि अन्यत् स्वरः अस्ति चेत् एतत् सूत्रं न प्रवर्तते रेफस्य पूर्वे तत्र ह्रस्व अकारः भवेत् तदा एव तस्य रेफस्य यकारादेशः भवति सो देर् आर् टु त्री कण्डिशन्स् वन् निमित्तम् इस् अशि and of these words bo bhago agho and apurvasya refasya purve akarah asti che tasya refasya yakar adeshah bhavati ashvarne pare because refasya खरावसान विसर्जनीय इति सूत्रे किमपि अन्यत् कण्डिशन् नास्ति रेफस्य पूर्वे किं भवेत् किमपि न उक्तम् अतः यत्किमपि रेफः इकारपूर्वे उकारपूर्वे अस्ति वा ऋकारः यत्किमपि स्वरः रेफस्य पूर्वे भवेत् तत्र किमपि तस्मिन् सूत्रे किमपि न उक्तं तत्र केवलम् उक्तं खरिपरे अवसाने परे रेफस्य विसर्गादेशः भवति परन्तु अत्र तु साक्षात् उक्तमस्ति यकारादेशः अपूर्वस्य रेफस्य एव यः आदेशः भवति अपि च अशिपरे भवति अपि च अत्र अन्यत् इदानीं वदतु बालयोग इह बालयोग इह तत्र बालयोग इह लोपः शाकल्यस्य इति सूत्रेण यकारस्य अत्र विकल्पेन लोपः भवति बालयोग इह इति स्थितिः भवति तत्र पूर्वपदे अकारः अस्ति परपदे इकारः अस्ति तत् तत्र गुणः भवितुम् अर्हति भवितुम् अर्हति परन्तु लोपः शाकल्यस्य सूत्रमस्ति त्रिपादी मध्ये तत्र लोपः शाकल्यस्य इति सूत्रेण तत्र यकारस्य लोपः अभवत् तत् सः लोपः आद्गुणः इति सूत्रेण द्रष्टुं न शक्यते आद्गुणः इति सूत्रं तत्र सपादसप्ताध्यायी मध्ये अस्ति त्रिपाद्यां सूत्रेण कृतं कार्यं सपादसप्ताध्यायी मध्ये यत्किमपि सूत्रमस्ति तेन द्रष्टुं न शक्यते तथा आद्गुणः इति तत्र गुणसन्धिः न प्रवर्तते एव कार्य असिद्धत्वात् सत्यं तदेव अस्ति कार्यसिद्धत्वम् अतः वयं किं तत्र वदामः बिकास् वी डोण्ट् स्पीक् द पाणिनि सूत्रास् वैल् टीचिङ्ग् द विसर्गसन्धि विषये विसर्गस्य लोपानन्तरं यदि स्वरसन्धि अवकाशः अस्ति चेत् तत् न भवति न करणीयम् एतदेव कारणमस्ति अत्र बेसिकलि अत्र विसर्गस्य लोपः नास्ति यकारस्य लोपः इत्युक्ते रेफस्य स्थाने यः विसर्ग आदेशः तत्र भवति खरावसान विसर्जनीय इति सूत्रेण तस्य तत् न भवति तत्र तु यकारादेशः भवति परन्तु यकारस्य विकल्पेन लोपशाकल्यस्य इत्यनेन कार्यमुक्तम् अस्ति सो प्रायशः वि डोण्ट् हियर् बालयोग इह सो प्रायशः अत्र लोपः शाकल्यस्य इत्यनेन यकारस्य लोपः भवति बट् वी काल् इट् फार् ईज़ी अण्डर्स्टाण्डिङ्ग् वी काल् इट् विसर्गलोपः वी स्ट्रेट् से अविसर्गस्य परे किमपि अविहाय अन्यत् कोऽपि स्वरः अस्ति चेत् तत्र विसर्गस्य लोपः भवति दिस् इस् वाट् वी टीच् इज़न्ट् इट् अविसर्गस्य परे यथा मया तत्र पिपिटि मध्ये अपि तथैव मया तत्र शो कृतम् अस्ति वन् सेकेण्ड् सो वेन् वि टीच् बिकास् वि डोण्ट् टीच् द सूत्रास् न वैल् टीचिङ्ग् द सन्धि एट्सेट्रा टु इन् द इनिशियल् स्टेज् वि से विसर्गस्य लोपः इट् इस् नाट् एक्साक्ट्लि विसर्गस्य लोपः इट् इस् द रेफस्य स्थाने यकारः यकार बो भगो अगो इति सूत्रेण रेफस् वन् सेकेण्ड् अत्र पश्यतु भगिनि स्क्रीन् दृश्यते वा दृश्यते अत्र पश्यतु अविसर्गः इत्युक्ते अपूर्वः विसर्गस्य पूर्वे अकारः अनन्तरम् अ अस्ति चेत् उत्वं भवति, परन्तु अन्य कोऽपि स्वरः अस्ति चेत् तत्र विसर्गस्य लोपादेशः भवति, यथा अत्र अस्ति बालः प्लस् इह, इह इति अन्यस्वरः, पर्वर्णः इह अस्ति, इकारः अस्ति, एक्चुलि विसर्गस्य लोपः नास्ति, यकारस्य लोपः अस्ति, बट् इन् आर्डर् टु बी विट् बिकास् वी डोण्ट् सेव् देन् सेव् वेर् हेज् दिस् यकार कम्, सो वि डैरेक्ट्लि इस् देट् विसर्गस्य लोपः, इट् इस् नाट् एक्साक्ट्लि विसर्गस्य लोपः, शास्त्रीयदृष्ट्या तत्र तु यकारस्य लोपः अस्ति, and we say that when visargasya lopah bhavati after that swar sandhi avkashah asti chet because anya swarye pare api lopah asti so idanin tatra a plus anya kopi swarah asti chet swaravka sandhi avkashah to bhavati aj sandhi avkashah bhavati eva parantu tat na karniyam iti tatra niyamah to karanam asti purvatra siddham. That is why we don't do the swara sandhi after doing the yakara lopah, because swara sandhi, sarve swara sandhi sutrani, sarvani swara sandhi sutrani shashta adhyaye prathama pade sa sapad sapta adhyayam santi tesham krite sarvesham krite to lopa shakalyasiti shastram asiddham asti. अतः तेषां कृते तु यकारः अथवा वकारः तत्र वर्तते, तस्य लोपः न अभवत्, देट् इस् वै दे डोण्ट् सी देट् वी हेव् अ अपर्चुनिटि टु डू द कार्य ओवर् हियर् बिकास् फार् देम् तत्र वकारः यकारः वर्तते एव, सो द कार्यं डस् नाट् हेपन्, देट् इस् वाट् इस् कार्यसिद्धम्. अवगतं वा सर्वैः? अत्र गोप गो गो पूर्वस्य यो अस्ति करवसानि विसर्जनीय इति सूत्रस्य अपवादसूत्रं वा? किमर्थम् अपवादसूत्रं, निमित्तं सेपरेट् अस्ति, परन्तु अत्र अवसानः अस्ति बालर्. कुत्र अवसानः कुत्र अस्ति? यः अस्ति न परे भगिनि, बालर् केवलं बालर् अस्ति चेत् तत्र केवलं विसर्गादेशः भवितुं शक्नोति. भो भगो अगो अपूर्वस्य इत्यनेन यकारादेशः तु केवलम् अशिपरे भवति, अवसानः अस्ति चेत् विसर्ग एव आदेशः भवति. अत्र तु अवसानः नास्ति न भगिनि, यः परे अस्ति, परे अस्ति पदमस्ति, यदि अवसानम् अस्ति चेत् विसर्ग एव आदेशः भवति, एतत् सूत्रं न प्रवर्तते, बिकास् तत्र विसर्गादेशः रेफस्य स्थाने विसर्गादेशः तु खरि परे अवसाने परे, ऐदर् नैदर् अत्र खरि खर्वर्णः अस्ति नार् अवसानः अस्ति, अतः किमपि अन्यत् सूत्रं प्रवर्तते, तदस्ति भो भगो अगो. अग्रे अपि पठतु भगिनी मञ्जरी. सन्तोषी दीक्षित् महाभागेन सिद्धान्तकौमुद्याः लेखकेन इदं सिद्धान्तद्वयं प्रणीतं, सर्वे न मन्यन्ते तेषु माता अन्यतमा, तथापि अत्र प्रतिपादितं यतः अनेन विषयस्य बोधार्थं सौकर्यं विद्यते इति भाति. अवगतं न एतत् एतत् अवगतं वा? किं लिखितु? भट्टोजी दीक्षित् सिद्धान्तकौमुद्याः लेखकः अस्ति, तेन इदं सिद्धान्तद्वयं प्रणीतं. सिद्धान्तद्वयं नाम असिद्धत्वं, कार्य असिद्धत्वं तथा शास्त्रसिद्धं. सत्यं, तदेव शास्त्रसिद्धम् इति सिद्धान्तद्वयं सर्वे तत्र न मन्यन्ते. सर्वे वैयाकरणाः न मन्यन्ते, परन्तु तेषु तेषु माता अन्यतमा इत्युक्ते माता इस् वन् अमङ्ग् देम् अन्यतमा इत्युक्ते वन् अमङ्ग् देम् दोस् वैयाकरणास् हु डोण्ट् कन्सिडर् दीस् आर् टु सिद्धान्तास् कार्यसिद्धम् शास्त्रसिद्धम् अण्ड् माता आल्सो डस् नाट् अग्री वित् भट्टोजी दीक्षित् एस् पर् देम् इट् इस् ओन्ली शास्त्रसिद्धं देर् इस् नथिङ्ग् लैक् देट् कार्यसिद्धं शास्त्रसिद्धं तथापि बिकास् वट् वी आर् फालोयिङ्ग् वी आर् रीडिङ्ग् द पाणिनि ग्रन्थम् एस् पर् द वट् अवर् माता इस् टीचिङ्ग् देट् इस् वै अत्र लिखितं तथापि इवन् देन् इवन् द Mata does not accept this, tathapi atra pratipaditam. We have shown it over here. It is presented over here. Pratipaditam, it is being presented here. Even though Mata does not agree with this concept, then also it has been presented in this Karapatra. Yataha anena vishyasya bodhartham saukaryam vidyate. By this, because we understand it easily what is shastra siddham and karya siddham, that is why it has been given over here. Agre pathatu bhagini. Deyam yat purvatra siddham iti sutram vipratishede param karyam ityasya apavadah nasti vipratishede param karyam ityanena para shastrasya karyam bhavati. पूर्वत्र सिद्धम् इत्यनेन पूर्वशास्त्रं प्रति परशास्त्रम् असिद्धम् सुतरां विरुद्धम् अत्र सामान्यविशेषयोः उदाहरणं न अतः द्वयोः कृते पृथक् पृथक् मार्गः कल्पनीयः इत्याशेन किं कृतं विप्रतिषेधे परं कार्यम् इति सूत्रम् केवलं सपादसप्ताध्यायाम् एव वर्तते त्रिपाद्यां विप्रतिषेधविचारः नास्ति यतोहि तत्र परशास्त्रम् एव नासीत् उत्तरस्य अभावात् परशास्त्राणाम् अभावात् अपि च पूर्वत्रासिद्धम् इत्यस्य असिद्धत्वं केवलं त्रिपाद्यम् किं वदति पूर्वत्र द्वे सूत्रे पूर्वत्र सिद्धं तथा विप्रतिषेधे परं कार्यं विप्रतिषेधे परं कार्यम् इति सूत्रेण परशास्त्रस्य कार्यं भवति पूर्वत्र सिद्धम् इति सूत्रे कदा भवति परशास्त्रस्य कार्यं कदा भवति कदा भवति तत्तु सत्यं सपादसप्ताध्यायं परन्तु कदा भवति परं कार्यं कदा भवति उदाहरणार्थं विप्रतिषेधे लिखितमस्ति न भगिनि विप्रतिषेधविषये यत्र यत्र तुल्यबलविरोधः अस्ति कयोः तुल्यबलविरोधः प्रत्येक द्वयोः सूत्रयोः मध्ये द्वयोः सूत्रयोः मध्ये यदा विप्रतिषेधः तस्मिन् विषये एव परं कार्यं भवति इदानीं विप्रतिषेध इत्युक्ते किम् तुल्यबलविरोधः सत्यं तुल्यबलविरोधः सूत्रस्य अन्यत्र अवकाशः अस्ति प्रत्येकस्य सूत्रस्य किमर्थं वदति भगिनि द्वय वी आर् कम्पेरिङ्ग् ओन्ली टु सूत्र प्रत्येकस्य नाम द्वयोः द्वयोः सूत्रयोः अन्यत्र अवकाशः अस्ति अपि च स्वस्य स्वस्य अपि तत्र कार्यं भवति स्वतन्त्रतया भवति इदानीं कुत्रचित् कस्मिंश्चित् स्थित्याम् एकत्र प्राप्तिः अस्ति एकत्र प्राप्तिः तस्य नाम एव विप्रतिषेधः अथवा तुल्यबलविरोधः बट् दट् डस् नाट् हेपन् फार् द त्रिपादिसूत्रम् बिकास् बै द पूर्वत्र सिद्धम् इति शास्त्रेण द्वयोः विप्रति इत्युक्ते तुल्यबलविरोधः एव नास्ति तुल्यबलम् एव नास्ति यद्यपि विरोधः वर्तते कुत्रचित् विरोधः अस्ति सङ्घर्षः भवति परन्तु तत्र कदापि तत्र द्वयोः तुल्यबलं नास्ति समानबलं नास्ति बिकास् पूर्वत्र सिद्धम् इत्यनेन पूर्वस्य प्रति परशास्त्रम् असिद्धम् अस्ति तदेव वदति वदतु इदानीं किं वदति सो दीस् आर् नाट् अपवादस् टु इच् अदर् देर् इस् नो विशेष सामान्यविशेषनियमः दीस् आर् कम्प्लीट्लि अपोजिट् टु इच् अदर् सुतरां विरुद्धम् एक्सेसिव्लि विरुद्धम् अस्ति द्वयोः यत् कान्सेप्ट् अस्ति वदतु तत्र त्रिपाद्यां विप्रतिषेधविचारः एव नास्ति तत्र पूर्वसूत्रेण यदि कार्यम् अभवत् अनन्तरं परसूत्रेण कार्यं न भवति एव भवितुं न पूर्वत्र परशास्त्रस्य कृते पूर्वसूत्रम् असिद्धम् अस्ति असिद्धमस्ति सो अत्र भिन्नमार्गः कल्पनीयः वी हेव् टु थिङ्क् आफ् समथिङ्ग् एल्स् सो वी डोण्ट् वी केनाट् डू द तुल्यबलविरोधः इन् त्रिपादि बिकास् तत्र सर्वत्र पूर्वत्र सिद्धम् इत्यस्य अधिकारः वर्तते सो तत्र विप्रतिषेधः विचारः एव नास्ति बिकास् तत्र पूर्वशास्त्रस्य कृते परशास्त्रं न वर्तते एव इट् डस् नाट् एक्सिस्ट् इट् फील्स् देट् एव्रि सूत्र फील्स् देट् ऐ एम् द लास्ट् नथिङ्ग् इस् अनन्तरम् देट् इस् वाट् इस् शास्त्र असिद्धं सो उत्तरस्य अभावात् परे किमपि नास्ति ऐ एम् द लास्ट् उत्तरस्य अभावात् उत्तरे किमपि नास्ति अतः तत्र विप्रतिषेधः न वर्तते एव तुल्यबलविरोधः इति कान्सेप्ट् एव तत्र नास्ति नाट् ए सिङ्गल् सूत्र केन् से देट् वी केन् नाट् कम्पेर् एस् फर् दिस् विप्रतिषेधपरं कार्ये द्वयोः अन्यत्र अन्यत्र लब्धावकाशः इदानीम् एकत्र प्राप्तिः इदानीमत्र विप्रतिषेधः तथा तु नास्ति तत्र त्रिपाद्यां तत् न भवति एव अतः डोण्ट् से देट् वाट् इस् द बेसिक्लि वाट् वी वर् डिस्कसिङ्ग् पूर्वत्र सिद्धम् इस् नाट् एन् अप्वाद् टु विप्रतिषेधे परं कार्यम् two are different concepts इत्यस्य अपवादः नास्ति अत्र सामान्यविशेष उदाहरणं न दीस् आर् नाट् द एक्साम्पल्स् आफ् ए सपोज़् somebody asks you to give an example of अपवाद सूत्रं you cannot say पूर्वत्र सिद्धम् इति विप्रतिषेधे परं कार्यम् these are not apart to each other it avagatam va bhagni avagatam idanim tatra varna dangam baliyah kiti parivasha chetana bhagni agre patatu bhagni varna dangam बलीयः परिभाषा 55 वर्णस्य इदं वर्णं निमित्तीकृत्य जायमानं कार्यं वर्णसम्बन्धं वर्णम् अङ्गस्य इदम् आङ्गम् अङ्गनिमित्तिकं वा अङ्गोद्दिशिकं वा कार्यम् आङ्गम् अङ्गसम्बद्धम् आङ्गम् वर्णनिमित्तिककार्यापेक्षया अङ्गाधिकारस्य कार्यं प्रबलम्। अत्र वर्णस्य इदं वर्णं इति तस्य विग्रहवाक्यं, बिकास् यथा समास विग्रहवाक्येन वयं पदस्य समस्तपदस्य अर्थम् अवगन्तुं शक्यते, तथैव तदितान्त यत् किमपि पदमस्ति तस्यापि विग्रहवाक्यम् अस्माभिः वक्तव्यं, तदा एव तस्य अर्थबोधं जायते। अतः अत्र लिखितमस्ति वर्णम् इत्युक्ते किं, वी हेव् हर्ड् वर्ण, वाट् इस् वर्णम्, सो वर्णस्य इदं, देट् इस् वर्णम्। अत्र कः प्रत्ययः इदानीं ऐ डोण्ट् नो, बट् इट् हेज़् टु बि सम् नित् नित् प्रत्ययः, देट् इस् वै आदिवृद्धिः भवति, अथवा कित् प्रत्ययः। सो तदित् इत्युक्ते सुबन्तप्रक्रियायां न केवलं तत्र यः आदिं स्वरः अस्ति यथा वर्ण, अत्र आदिं स्वरः वकार उत्तरवर्ति अकारः अस्ति, सो आदिवृद्धिः भवति। आदि यः आदौ यः स्वरः अस्ति, शब्दस्य प्रथमस्वरः यः अस्ति तस्य वृद्धिः भवति, अतः इट् बिकम्स् वर्णम्। प्रत्ययः कः, प्रत्ययः कः, ऐ डोण्ट् नो, बट् वर्णस्य इदं वर्णं, सिमिलर्लि अङ्गस्य इदम् आङ्गम्, तत्रापि आदिवृद्धिः भवति, अ बिकम्स् आ बिकास् आफ् द वृद्धि। So the whatever tadit pratyaya is there, it has to be kit nit athva nit pratyaya. Tatra kit athva nit athva itukte murdhanya nakaraha pratyaya atsangyak asti che tatra adivriddhi hi bhavati. So atra varnat iti panchami asti, itukte from the varna karyam. From the varna karyam, aangam baliyaha, aanga karyam baliyaha. Itri paribhashayaha arthaha. So varna karyasya apekshaya, aanga karyam balvat asti. Iti etat paribhasha vadati. Yatha, lopashakalyasya iti sutrena yaha yakara lopaha, tadabhi aanga karyam asti. सारी वर्णकार्यमस्ति इत्युक्ते वर्णस्य लोपः उक्तमस्ति, वर्णः एव निमित्तम् अस्ति, कोऽपि प्रत्ययः निमित्तं नास्ति, अपि च अत्र निमित्तमेव नास्ति, इत्युक्ते पदान्ते वकार यकारः अस्ति तस्य लोपः भवति, अत्र किमपि निमित्तं नास्ति, आवश्यकं नास्ति, सः तस्य पदसंज्ञा भवेत्। सो पदान्ते यकारः वकारः वर्तते चेत् लोपः शाकल्यस्य इत्यनेन यकारस्य लोपः भवति, वकारस्य लोपः भवति, दिस् इस् वाट् इस् वर्णकार्यम्। सिमिलर्लि उभौ प्लस् अपि ओकारस्य स्थाने आवादेशः भवति, तदपि वर्णकार्यं, बिकास् अत्र अङ्गस्य अधिकारः नास्ति। सो अङ्गकार्यम् इस् यत्र अङ्गस्य इति सूत्रस्य अधिकारः, अङ्गस्य किमपि कार्यम् अस्ति, देट् इस् अत्र व्याकरणरीत्या यत् अङ्गम् अस्ति, प्रत्ययस्य प्राक् यत् यत् भवति तस्य अङ्ग इति संज्ञा अस्ति, देट् इस् वेर् एवर् कस्मिंश्चित् सूत्रे अङ्गस्य अधिकारः वर्तते चेत् देट् सूत्र बै दिस् परिभाषा देट् सूत्र विल् बिकम् बलवत् एस् कम्पेर् टु द अङ्गकार्यस्य यत् सूत्र, सारी वर्णकार्यस्य यत् सूत्रम् अस्ति, यथा सन्धिसूत्राणि, सन्धि सर्वे सन्धिसूत्राणि वर्णकार्याणि, बिकास् तत्र कोऽपि अङ्गस्य अधिकारः नास्ति, अङ्ग अधिकारः स्टार्ट्स् फ्रोम् 6-4 and these achsandhi sutras are in the 6-1 prathamapade ev tatra swarasandhi sutrani santi anantaram chaturth pade angasya adhikarah arabhyate till the end of 7th adhyaya angasya adhikarah vartate so here angadhikarasi iti anga adhikarasi karyam yat karyam angasya adhikare yat vidhihi yat sutram yat shastram angasya adhikare angam iti sutrasya adhikare vartate tasya karyam prabalam asti kasya apekshaya varna karyasya apekshaya iti varnad angam baliyah but as I told you before also we cannot at the first prathama drishtiya etat nirnayam na karniyam we have to go by that what was that purva par anitya antaranga apvadanam uttara uttaram baliya when we are not able to decide by any of these concepts then we can say varna dangam baliya from the first instance only we cannot say oh atra etat vangakaryam etat varnakaryam varna dangam baliya we cannot do because we saw that echo what was that sutra echo yavayavah sutra came first because of that purva paranitya antaranga apvadanam kutrapi purve avayam drishtam instead of sarvadhatuka apurva yes what was that उपदायं यद् गुणः भवति तस्य सूत्रं किम् केन सूत्रेण उपदायां गुणः भवति लघुपदस्य च लघुपदस्य च सो लघुपदसूत्रं वास् अण्डर् द अङ्गस्य अधिकारः एचो यवाय वास् पूर्वं बट् स्टिल् बिकास् आफ् देट् पूर्वपरनित्यान्तरङ्ग् द एचो यवाय वा डिड् द कार्यं फस्ट् देन् द So we cannot decide at the first level that Varnadangam Baliya. That is why here also in this Karpatra, etat concept ante tatra likhitam asti. Udharanam pathatu bhagni? Mahade atra etat varnam nimitti kritya, varna sambandham varnam, sarve tadhita pratyasya विग्रहवाक्यं वा आम् वर्णस्य इदं वर्णम् एण्ड् वर्णसम्बन्धं वारणं दीस् आर् सेम् बट् भिन्नरीत्या उक्तमस्ति ऐदर् यू केन् से वर्णसम्बन्धं वारण्यम् आर् वर्णस्य इदं वारणम् दीस् आर् विग्रहवाक्या फार् द तदित् प्रत्यय अत्र कः तद्धितप्रत्ययः अस्ति द्रष्टव्यं भगिनि मया उक्तं न अहं न जानामि द्रष्टव्यं कीदृशप्रत्ययः अस्तु कः तद् प्रत्ययः उदाहरणं प्रत्यय प्रतियोग इ योग अच् ईरच् ईरच् नूतनसूत्रम् अत्र उक्तमस्ति वा दे हव् गिवन् सम् आफ् द सूत्रस् बिलो ऐ डोण्ट् थिङ्क् इट्स् क्लियर् वट् वास् द सूत्र Eraj, 3356. All right, so we're typing. Eraj. Atra to na likhta masti. The affix H, H देर् इस् अन् अच् प्रत्ययः. सो एतत् सूत्रम् अच् प्रत्ययस्य विधिसूत्रम् अस्ति. अच् कुत्र वर्तते, अच् इति प्रत्ययः कुत्र वर्तते, एतत् कृत् प्रत्ययः अस्ति. अच् इति कृत् प्रत्ययेषु अन्यतमः अस्ति अच् प्रत्ययः. अनेन सूत्रेण अच् प्रत्ययस्य विधिः. सो द अच् एफेक्ट्स् कम्स् आफ्टर् बिकास् इट् इस् अ कृत् प्रत्यय, सो इट् हेस् टु बि अ धातु. प्रकृति केन् बि ओन्लि अ धातु बिकास् धातोः एव कृत् प्रत्ययाः विधीयन्ते. सो द एच् एफेक्ट्स् कम्स् आफ्टर् अ रूट् एण्डिङ्ग् इन् इ आर् इ. ए है इति पञ्चमी एकवचनम् अस्ति. सो इकारः अथवा दीर्घ इ इति. Sense is that often apply the word being related to verb from which its name is deducted. So the atra artha api kasmin arthe bhavati iti api likhitam asti. This debar is gain. So it is an apvada to the gain pratyaha. Because sarvesham dato ho bhava arthe gain pratyaha vidiyate. So it qualifies the this verb only. But इकारान्त उकारान्त धातु अस्ति चेत् तत्र अच् घञ् बाधित्वा अच् प्रत्ययस्य विधिः उक्तम् अस्ति. सो एरच् इति सूत्रेण इ इति इन्गतौ इति धातुः, प्रति इति उपसर्गः अस्ति, इ इति इन्गतौ इति धातुः, गत्यर्थक् इन्गतौ इति धातुः. तस्मात् अनन्तरं बिकास् अत्र इकारः अस्ति अततः भावार्थे अत्र अच् गाय् प्रत्ययः न वर्तते, गाय् बाधित्वा अच् प्रत्ययस्य विधिः अस्ति इति एरच् सूत्रं वदति. सो भावार्थक् प्रत्ययः इत्युक्ते भावं क्रियामेव सूचयति तस्मिन् अर्थे एव. पठतु इदानीं. प्रतियोग इयोग अप्रत्ययं निमित्तीकृत्य गुणः प्राप्नोति. किमर्थम् अत्र अच् प्रत्ययः कित् नित् नित् नित् भिन्नः अर्धधातु प्रत्ययः, परन्तु कित् नित् नित् नित् भिन्नः प्रत्ययः, अतः गुणः शक्नोति बिकास् अत्र इगन्तधातुः अस्ति, साक्षात् इक्रूपी धातुः अस्ति. अत्र पश्यतु भगिनि, साक्षात् इक्रूपी धातुः अस्ति, इगन्त नास्ति, इक्रूपी धातुः अस्ति, इक् वर्णः एव अत्र वर्तते. पठतु. प्रतियोग ए योग इदानीम् एचोयवायावः इत्यनेन यान्तावान्तादेशसन्धि प्रतियोग ऐ योग अ, इको यणिचि इत्यनेन यणादेशः प्रत्य अय अ वर्णमेलने प्रत्ययः. इट् बिकम्स् फस्ट् वी हेव् टु मेक् दिस् अय नौ बिकास् प्रत्युत्सर्ग इस् देयर् एण्ड् it is just like whenever we see an upsarga, it is basically a samasta padam. So atra sandhi avashya nityena bhavati. So iko yana chitanen pratyah. So this is how the roopa siddhihi bhavati. It is an akarant krit pratyah. So ekvachane pullinge ekvachane pratyah iti bhavati. And लैक् सी लैक् गाय् प्रत्ययः, यः गाय् प्रत्ययान्तरूपम् अस्ति सर्वदा पुल्लिङ्गे एव फार्म् भवति. तत्र नपुंसकलिङ्गे स्त्रीलिङ्गे फार्म् न भवति. रामः यत् गाय् प्रत्ययः तथैव आच् प्रत्ययः अस्ति बिकास् वी डोण्ट् सी द स्त्रीलिङ्ग् एण्ड् नपुंसकलिङ्ग् फार्म्स् फार् दिस्. आच् प्रत्ययः अपि केवलं तत्र पुल्लिङ्गे एव रूपाणि भवन्ति, यथा गाय् प्रत्ययः गाय् प्रत्ययान्तशब्दस्य पुल्लिङ्गे एव रूपाणि भवन्ति, तथैव अत्र अस्ति. देट् इस् वै वी हेव् ओन्लि वन् सिङ्गल् फार्म् विच् इस् पुल्लिङ्ग् प्रथमाविभक्ति एकवचन फार्म् इस् प्रत्ययः. सो दिस् इस् द नार्मल् प्रक्रिया. नौ पठतु अत्र अग्रे वारणात् वाट् इस् द रिलेशन् वित् वारणादाङ्गः. एवम् अकृत्वा वर्णनिमित्तिकं कार्यं क्रियते चेत् प्रतियोग इयोग अकः सवर्णदीर्घे इत्यनेन दीर्घः इत्यनेन सवर्णदीर्घसन्धि प्रतियोग अप्रत्ययं निमित्तीकृत्य गुणः प्राप्नोति प्रत्ययोग अ इदानीम् एचोयवायावः इत्यनेन यान्तावान्तादेशसन्धि प्रत्ययोग अ प्रत्ययः इति दोषपूर्णरूपं सिद्धम् Always, it's not only over here. Whenever we have a upsarga, we have to do the upsarga-related karya, tatra ante bhavati. Always remember that. If there is a dhatu, because upsarga, ityukte, pradayaha are, there is an another name for, upsarga name only comes when there is a, when they are put in front of the dhatu. There is a sutra which explains what is upsarga. My memory is going very weak. Upsargaha kriya yoge. This is the sutra. Upsargaha kriya yoge iti sutram vadati. Yada pradayaha. Itukte pra para ap ye, these 22 shabdas pradiganaha. एकं गणः वर्तते शब्दानां तत्र गणपाठः अपि अस्ति पाणिनिगणपाठे पाणिनिना विशिष्टशब्दानां तत्र पाठं पठितम् अस्ति तेषु अन्यतमः अस्ति प्रादिगणः प्रादिगणे आर् दीस् 22 उपसर्गा दीस् टु दे आल्सो आर् शब्द तेषां कृते पदसंज्ञा अपि वर्तते बट् these pradayas for them we get a vishesh namakaranam as upsargaah because they are 22 that is why bahuvachane liktam asti so we call them upsargas only kriya yoge when they are added before the dhatus ityukte we can add those upsargas to a subantam also उपकृष्णं तत्र कृष्णम् इति क्रियापदं नास्ति कृष्णम् इति सुबन्तपदम् अस्ति सो यदा क्रियायोगे तेषां प्रयोगः भवति तदा एव तेषां नामकरणं वि काल् देम् एस् उपसर्गाः सो क्रियायोगे एव दीस् प्रादीस् बिकम् उपसर्गास् सो वेन् सो हियर् आल्सो वि हेव् अ धातु एण्ड् प्रति इस् अ प्रादिगणस्य एकः शब्दः अस्ति अतः सो आल्वेस् डू दिस् बिकास् दिस् इस् अ वर्णकार्यं फस्ट् वेन् अवर् देर् इस् धातु वी हेव् एण्ड् देर् विल् बि अ प्रत्यय एण्ड् वी हेव् टु फस्ट् डू द अङ्गस्य अधिकारे यानि कार्याणि सन्ति वी हेव् टु फस्ट् कम्प्लीट् दोस् कार्यास् एट् द एण्ड् इफ् देर् इस् अ सन्धि अवकाश वी एड् दिस् वी कीप् इट् till prati plus ayat we keep on doing the angkaryas at the end we join this if there is a sandhi avakasha or whatever it is join the pratyaya with the this dhatu because of varna dangam baliyah that concept so if we are doing the varnakaryam prathame kurmaha this is prati this is e let us do savarna dirgha sandhi then tatra asadhu rupasya nishpatih bhavati you can't do everywhere not only over here wherever you have an upsarga plus dhatu upsarga melanam ante bhavati we have to add the upsarga because first we have to make the pada second pada this is like a samast padam pada dvayasya melanam asti atra these now these become two subantas krit pratyasya melinene api subantam bhavati then we join the two pratyayas atah bhinnaritya kurmah che then tat dosh purna rupasya siddhih bhavati avgatam va bhagni samade upsarga kriya yoge is a sangya sutram sangya sutram asti वाट् आर् उपसर्गास् व्याकरणशास्त्रे इदीसर्गादय ओन्ली उपसर्गास् बट् क्रियायोगे एव तेषां नामकरणम् उपसर्गाः भवन्ति अदर्वैस् वि काल् देम् एस् प्रादयाः प्र बिकास् प्र इस् द फस्ट् उपसर्ग प्र आदिः प्रादयः बहुवचने प्रादयः इति भवति दिस् इस् आल्सो ए गण इफ् यु सी द गणपाठ देर् आर् लाट् आफ् गणस् अमङ्ग् देम् इस् अ प्रादिगणः इन् विच् दीस् 22 उपसर्गास् हेव् बिन् अत्र फोर्थ् गण प्रादिः प्रादयः दीस् आर् द 22 उपसर्गास् प्र पर आप् सम् अनु औ ओन्ली दीस् 22 दीस् आर् आल् तेषां कृते पदसंज्ञा अपि अस्ति अव्ययसंज्ञा अपि अस्ति प्रादयानां पदसंज्ञा अस्ति अव्ययसंज्ञा अपि अस्ति आल् आफ् दीस् आर् अव्ययास् अव्ययीपदम् एण्ड् इण्डिपेण्डेण्ट् एक्सिस्टेन्स् नास्ति इण्डिपेण्डेण्ट्लि वी केन् नाट् यूस् दीस् पदास् That is the limitation of these. Even though they are avyayas, even though they are padas, they chamkite pradasangyasti, but separate, independent existence, etukte prayogaha na vartate vyakrane. Always along with some subantam or some kriyapadam. Idanim tatra abhyasaha vartate. एतावता कोऽपि प्रश्नः अस्ति वा अस्तु चन्द्रामेथी भगिनी अग्रे पठतु भगिनी अभ्यासः अस्ति वा भगिनि नो चेत् मञ्जुरी भगिनी भवती अग्रे पठ अभ्यासः अभ्यासः अत्र सन्ति त्रीणि तिङन्तपदानि शक्नु योग अन्ति शक्नुवन्ति चिनु योग अन्ति चिन्वन्ति कुरु योग अन्ति कुर्वन्ति एषां रूपाणां निष्पादनार्थम् अधः प्रासङ्गिकसूत्राणि दत्तानि बलाबलविषये विचिन्त्य प्रत्येकं तिङन्तपदस्य कृते केषां केषां सूत्राणां प्राप्तिः भवति केषां च बाधा भवति केन क्रमेण प्राप्तिं बाधां च आयुज्य रूपं साधनीयम् इति निर्णीयताम् वर्गे अस्मिन् विषये चर्चयिष्यामः तत्पश्चात् अत्रैव समाधानं लेखिष्यते अन्ति इति प्रत्ययसिद्धिः परस्मैपदिधातूनां मूलतिङ्प्रत्ययाः सिप्तसि सिप्तस्थ मिप्स्मस् अत्र उदाहरणे हा चोन्तः 7.1.3 अत्र अन्ति इत्यस्य प्रत्ययसिद्धिः किमर्थं दत्तमस्ति भगिनि बिकास् हियर् फार् आल् द थ्री एक्साम्पल्स् वी हेव् द अन्ति प्रत्ययः बट् अन्ति इस् नाट् सम् तिङन्तप्रत्ययः तिङन्तप्रत्यय जि सो झी प्रत्ययः स्थाने एव जकारस्य एव अन्तादेशः भवति अतः अत्र लिखितं हौ डु वी गेट् दिस् अन्ति बिकास् तत्र तिप्तस् झि अस्ति न तु अन्ति अस्ति अतः प्रथमे अत्र अन्ति इत्यस्य प्रत्ययसिद्धिः कथं भवति इति 7.1.3 प्रत्ययस्य झकार अवयवस्य स्थाने अन्त आदेशः भवति जः षष्ठन्तं पदम् अन्तः प्रथमान्तं द्विपदमिदं सूत्रं झकारे अन्त अवयवे च अकारः संयोजितः उच्चारणार्थम् आयनेयीनीयः पठ ख च घां प्रत्ययादीनां 7.1.2 इत्यस्मात् प्रत्ययस्य इत्यस्य अनुवृत्तिः अङ्गस्य 6.4.1 इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति अङ्गस्य प्रत्ययस्य झः अन्तः तथा झि झि झ इ अस्ति झोऽन्तः 7.1.3 इत्यनेन छ स्थाने अन्त आदेशः अन्त योग इ अन्ति इति लट् प्रत्ययः निष्पन्नः जोन्तः इति सूत्रस्य कः अर्थः भगिनि हा जोन्तः इति सूत्रेण अनुवृत्तिसहितसूत्रमस्ति अङ्गस्य प्रत्ययस्य झः अन्तः अत्र झ मीन्स् झ अ अस्ति तत्र झ इति व्यञ्जनस्य झ स्थाने अन्त इति आदेशः भवति तत्र अन्त योग इ अन्ति इति रूपं भवति जः इति कीदृशपदमस्ति जः जः इति षष्ठ्यन्तं षष्ठी एकवचनं षष्ठ्यन्तमस्ति सो जः इति षष्ठ्यन्तमस्ति चेत् झ स्थाने अन्त आदेशः स्थानी अस्ति झ स्थाने अन्त इति अत्र प्रातिपदिकं किम् प्रातिपदिकं झ एव झः इति झकारः एव सत्यं झकारः इत्युक्ते झ महाप्राण झ इति वर्णः तदेव प्रातिपदिकम् अस्ति सो अत्र स्थानी झ इति वर्णः सो ज वर्णः कस्य ज प्रत्ययस्य ज किमपि यत्र कुत्रापि जकारः वर्तते तस्य अन्तादेशः इति न उक्तमस्ति यस्मिन् कस्मिन् प्रत्यये अत्रापि तिङ् केवलं तिङ् प्रत्यये जकारः अस्ति तस्य अन्तादेशः इति अपि नास्ति यत् किमपि प्रत्ययः व्याकरणे यस्मिन् जकाररूपी अवयवः अस्ति तस्य अन्तादेशः अत्र वन् सेकेण्ड् भगिनि अत्र व्याख्यायां किमपि अन्यत् प्रत्ययः उक्तमस्ति वा एकवारं पश्यामः सो न केवलं जि इति प्रत्ययस्य विषये एतत् सूत्रं कार्यं करोति अपि च आत्मनेपदी प्रत्ययेषु अपि तत्र एकः प्रत्ययः अस्ति यस्मिन् झकाररूपी अवयवः अस्ति तत् अस्ति वट् आर् द आत्मनेपदी प्रत्ययस् तिङ् प्रत्ययस् आतां झ प्रथमपुरुष बहुवचनप्रत्ययः तत्र अपि झकाररूपी अवयवः अस्ति तस्यापि अन्तादेशः भवति सो इट् डस् नाट् स्पीक् अबौट् सम् परस्मैपदी प्रत्यय आत्मनेपदी प्रत्यय ओन्ली प्रत्ययस्य सो प्रत्ययस्य झकारस्य झकार अव्ययस्य बिकास् अत्र केवलं झकारः नास्ति इकारः अपि अस्ति सो इकारस्य आदेशः नास्ति केवलं झकाररूपी अवयवस्य जकारस्य एव अन्तादेशः भवति यद्यपि अत्र अनेकालादेशः अस्ति परन्तु अत्र तु स्थानी साक्षात् दत्तम् अस्ति जकारः एव स्थानी सो सर्वस्य वा इति अत्र तादृशप्रश्नः एव न वर्तते सम्पूर्णस्य वा अन्तिमवर्णस्य वा इति अत्र तादृशप्रश्नः न वर्तते बिकास् अत्र स्थानी साक्षात् वर्णरूपेण एव दत्तमस्ति स्थाने साक्षात् दत्तमस्ति ज इति झकारस्य स्थाने अन्तादेशः भवति इति ज्वन्तः इति सूत्रं दिस् इस् अट् देर् आर् अपवाद् सूत्रस् टु दिस् ज्वन्तः बट् दिस् इस् अन् उत्सर्ग सामान्यनियमः अस्ति प्रत्ययस्य यः झकाररूपी अवयवः तस्य अन्तादेशः भवति इति ज्वन्तः इति सूत्रम्. सो अतः जी बिकम्स् अन्त प्लस् इ बिकम्स् अन्ति. इदानीं तत्र अङ्गयुत्पत्तिः. सो दिस् इस् शक् धातुः. णु इस् द विकरणप्रत्ययः. अन्ति इस् द अत्र बहुवचनस्य विवक्षा अस्ति. प्रथमपुरुष बहुवचनस्य विवक्षायां तत्र जी प्रत्ययः, जी प्रत्ययस्य सिद्धरूपम् अस्ति अन्ति. सो शक्नु प्लस् अन्ति, दिस् इस् द अङ्गम् एण्ड् दिस् इस् द प्रत्यय. चिनु सिमिलर्लि, ची इस् द धातु, णु इस् द विकरणप्रत्ययः एण्ड् चिनु इस् द अङ्गम् एण्ड् अन्ति इस् द प्रत्यय. कृ इस् द धातु, इट् बिकम्स् कुरु बिकास् तत्र अन्ति इति सार्वधातु कापित् प्रत्ययः, णित् प्रत्ययः अस्ति. जी इस् सार्वधातुक नित् बिकास् अपित् अस्ति, अपित् कारणेन अपि च सार्वधातुक अस्ति. सो सार्वधातुक अपित् इत्यनेन निद्वद् भवति, निद्वद् भवति चेत् इट् बिकम्स् सार्वधातुक नित् प्रत्ययः जी. सो सार्वधातुक नित् प्रत्यये परे ककार उत्तरवर्ती यः अकारः तस्य उत्वं भवति. अत् उत् सार्वधातुके इति सूत्रम् अस्ति. सो इट् बिकम्स् गुणं भूत्वा इट् बिकम्स् कर्. उ इस् द विकरण प्रत्यय, बट् बिकास् द प्रत्यय इस् नित् प्रत्ययः इट् विल् बिकम् कुरु. इट् इस् नाट् बिकम् करु, करु न भवति, इट् विल् बिकम् कुरु. बिकास् अत् उत् सार्वधातुके सूत्रं विल् आल्सो अप्लै बिकास् दिस् सूत्र इस् इत्युक्ते यदा तत्र तिप् सिप् मिप् प्रत्ययः परे अस्ति चेत् इट् विल् रिमेन् करु, करु ओन्लि, इट् विल् नाट् बिकम् कुरु बिकास् तिप् सिप् एण्ड् मिप् आर् नाट् अपित् प्रत्ययास्, दे आर् पित् प्रत्ययास्. सो अत्र सर्वत्र करोति, करोषि, करोमि अ ओन्लि श्रूयते, न तु उ श्रूयते. सो ककार उत्तरवर्तीयः अकारः तस्य उत्वं सार्वधातुक अपित् प्रत्यये भवति, न तु पित् प्रत्यये भवति. सो एट् दि सिक्स् प्लेसेस् वी हियर् कुरुतः, कुर्वन्ति, कुरुथ, कुरु, कुरुथ, कुरुथः, कुरुथ. सो उ सर्व एतेषु षट् स्थलेषु श्रूयते बिकास् आल् आफ् दीस् सिक्स् आर् सार्वधातुक अपित्. तत् अग्रे आयास्यति. सो इदानीम् अन्ति इत्यस्य अन्ति कथम् आयाति इति दृष्टम्. इदानीम् अङ्गयुत्पत्ति शक्नु कथं भवति. चेतना भगिनी अग्रे पठतु भगिनी, इदानीं किञ्चित् समयः अस्ति. बी बिन्दु डिस्कसिङ्ग् दीस् थ्री पदास्, शक्नु प्लस् अन्ति, चिनु प्लस् अन्ति. तो अत्र अङ्गं शक्नु इति अङ्गस्य निष्पत्तिः कथं भवति इति इदानीं तत्र दत्तमस्ति. अङ्गयुत्पत्तिः स्वातिगणे विकरणप्रत्ययः श्नु, स्वातिभ्यः श्नुः 3173 लषक्व तद्धिते 138 इत्यनेन शकारस्य संज्ञा तस्य लोपः, इत्यनेन लोपः नु इति अवशिष्यते. इदानीं शक्योग नु शक्नु, शक्नुयोग अन्ति शक्नुवन्ति. कथं भवती शक्नुवन्ति, भवान् भवती किं चिन्तयति? उकारस्य परे अकारः अस्ति, अतः यण् सन्धि भूत्वा अवकाशः अस्ति. यण् सन्धि अवकाशः अस्ति, परन्तु यण् सन्धि वकार शक्नुवन्ति उ अपगच्छति खलु. अत्र न भवति, किमपि अन्यत् कार्यमस्ति. यद्यपि अहं चिन्तयामि अत्र यन् सन्धि भवेत्, परन्तु उकारस्य वकारादेशः, वकारः तु श्रूयते परन्तु उकारः अपि श्रूयते, किमपि भिन्नकार्यम् अस्ति. इसन्ट् इट्? यन् सन्धि बाधित्वा किमपि भिन्नकार्यम् अस्ति. अत्र चिनु ची विषये, ची योग नु चिनु, चिनुयोग अन्ति चिन्वन्ति. अत्रापि तथैव अस्ति, तथैव अत्र यण् सन्धि अस्ति, इको यणचि अत्र यन् दृश्यते, परन्तु अत्र न दृश्यते, अत्र भेदः कः, किमपि भेदः वर्तते वा? उकारः अस्ति, शक्नुवन्ति, अत्र असंयोगपूर्वक उकारः, संयोगपूर्वक उकारः, तदेव भेदः। अत्र पश्यतु अग्रे आयास्यति, शक्नु इति कीदृश उकारः, संयोगपूर्व चिन्नु इति यः कीदृश उकारः, असंयोगपूर्व, अत्र कोऽपि संयोगः नास्ति, संयोगः इत्युक्ते संयोगः हलन्तरसंयोगः, हलन्तराः द्वयोः हलयोः अथवा अधिकहलयोः मध्ये किं किमपि व्यवधान विहाय हलवर्णाः उपस्थिताः सन्ति चेत् तस्य नाम एव संयोगः, हलो अनन्तराः संयोगः, अनन्तरः इत्युक्ते मध्ये, तस्य नाम अपि because there is a, so we have to always whenever there is an ukara and there is sarvadhatu kapit pratyah we have to see whether that ukara is sanyog purvak ukara asti va asanyog purvak ukara asti, sanyog purvak ukara asti che tatra ekam vishishta sutram pravartate, tatra uvang adeshah bhavati, patat vidarim at kare अग्रे तनातिकणे तनातिक्रीभ्यः उः 3179 इति सूत्रेण उ विकरणप्रत्ययः विहितः भवति, कुरु योग अन्ति कुर्वन्ति, कृ धातोः अङ्गद्वयम् इत्युक्ते क्रूधातुः सार्वधातुप्रक्रियायां टु टैप्स् आफ् अङ्गनिष्पत्तिः भवति, वन् इस् फार् सार्वधातु, अनदर् इस् फार् सार्वधातु कापित्, अतः अङ्गद्वयम् इति लिखितम् अस्ति, प्रथमाङ्गम् पठतु, इत्सु प्रत्ययेषु कृयोग उ सार्वधातुकार्थधातुकयोः इत्यनेन इकः गुणः, कर् योग उ करु इति अङ्गम्, कुत्र प्रत्यये इत्युक्ते तिप् सिप् मिप् प्रत्यये, दीस् थ्री आर् प्रत्यये, अपित्सु प्रत्ययेषु अत उत् सार्वधातुके 6411C 110 इत्यनेन अपिति प्रत्यये परे करु इत्यस्य अङ्गस्य अकारस्य स्थाने उकारादेशः, करु बिकम्स् कुरु इति अङ्गम्, अत् उत् ह्रस्वाकारस्य उत् इति अत्रापि तपर्करणम् अस्ति, ह्रस्व उकारः, ह्रस्वाकारस्य कस्य रस्वाकारः इत्युक्ते करोति इति अत्र सम्पूर्णसूत्रं न दत्तम्, अग्रे आयास्यति, अग्रे अस्ति, सो करोति इति यः अत् अस्ति तस्य एव उत्त्वं भवति, उत् आदेशः भवति, अत्र सम्पूर्णसूत्रं न दत्तम्, अग्रे अग्रे सूत्रम् अस्ति, एकवारं तत् सूत्रं पठित्वा इदानीं, सो अग्रे अपि पठतु भगिनि, अन्ति अन्ति जि अपित् अस्ति अतः अङ्गम् अत्र कुरु, तर्हि कुरु योग अन्ति कुर्वन्ति, अत्र अन्ति जि प्रत्यय अपित् अस्ति अतः गुणः न भवति, अत उत्सार्वधातुके इति सूत्रेण कुरु भवति, कस्य गुणः कृ धातोः कृधातोः गुणः उकारस्य कारणेन विकरणप्रत्ययस्य कारणेन भवति, उकारः यः विकरप्रत्ययः सः आर्धधातुप्रत्ययः कीर्तनित् भिन्नः सो सर्वकार भवति सार्वधातुप्रत्ययायां प्रथमभागे उकारस्य निमित्तीकृत्य कृकार भवति अनन्तरं तत्र प्रसक्तिः पुनः गुणस्य प्रसक्ति बिकास् हु इस् एन् इगन् इक् वर्णः सो वेन् द विकरण प्रत्यय मीट्स् विद् इट् इट् बिकम्स् करु अथवा कुरु पुनः गुणस्य प्रसक्तिः अस्ति बिकास् इदानीम् इगन्ताङ्गम् अस्ति तत्र गुणः न भवति बिकास् जी इति सो हियर् वेन् वी हेव् करु करु एण्ड् वन् वी हेव् तिप् सिप् करु करु बिकम्स् करो करो करो पुनः द्विवारं गुणः भवति प्रथमे उनिमित्तीकृत्य गुणः भवति द्वितीयसोपाने तिप् सिप् दीस् प्रत्ययस् आर् आल्सो सार्वधातुक प्रत्ययस् बट् सिन्स् ओन्ली थ्री आर् पित् प्रत्ययस् सो अत्र करोति करोषि करोमि करु बिकम्स् करो ओ ओकारः भवति बट् एट् दि सिक्स् प्लेसेस् द्वितीय समये तत्र गुणः न भवति बिकास् आल् आफ् दीस् सिक्स् आर् अपित् प्रत्ययस् देट् इस् वाट् इस् रिटन् ओवर् हियर् कुत्र अन्ति अपित् अस्ति अतः अङ्गम् अत्र करु इगन्ताङ्गम् अस्ति कुरु तर्हि कुरु योग अन्ति गुणः न भवति रीडिङ्ग् सो गुणः न भवति सो वाट् हेपन्स् ओवर् हियर् वाट् डिड् यु सी कुर्वन्ति कथं भवति कुर्वन्ति अत्र उकारस्य अर् भवति कीदृश उकार असंयोगपूर्वक उकारः अत्रापि अतः अत्रापि यन् सन्धि अस्ति सामान्य अस्तु भगिनि अग्रे मञ्जरी भगिनि अग्रे पठतु भगिनि अतुत् सार्वधातुके अतः उत् सार्वधातुके 6.4.110 उप्रत्ययान्त क्रूधातोः ह्रस्व अकारस्य स्थाने उकारादेशः भवति इति निति सार्वधातुकप्रत्यये परे अत्र अतः षष्ट्यन्तम् उत् प्रथमान्तं सार्वधातुके सप्तम्यन्तं त्रिपदमिदं सूत्रम् उतश्च प्रत्ययात् असंयोगात् पूर्वात् 6.4.106 इत्यस्मात् उतः प्रत्ययात् चेत् अनयोः अनुवृत्तिः विभक्तिपरिणामेन पदद्वयं षष्ट्यन्तं कृत्वा उतः प्रत्ययस्य येन विधि तदन्तस्य 1.1.72 इत्यनेन तादृशम् अङ्गं यस्य अन्ते उ इति प्रत्ययः उ प्रत्ययान्तस्य अङ्गस्य नित्यं करोते 6.4.108 इत्यस्मात् करोतेः इत्यस्य अनुवृत्तिः गम ह न च न ख न भसां लोपः णित्यनि 6.4.98 इत्यस्मात् किणिति इत्यस्य अनुवृत्तिः अङ्गस्य 6.4.1 इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अस्ति करोतेः उप्रत्ययान्तस्य अङ्गस्य अतः उत् किणिति सार्वधातुके करोते इति अत्र कृधातुः डुक्रै धातोः विषये एव अस्ति एतत् सूत्रं केवलं डुक्रै धातुविषये एव भवति डुक्रै धातु यः कृधातुः अस्ति तत्र यदा तत्र उप्रत्ययः विधीयते इत्युक्ते उप्रत्ययः कुत्र कुत्र विधीयते कृधातोः लटि लोटि लङ्गि विधिलिङ्गि केवलं सार्वधातुप्रक्रियायाम् एव विकरणप्रत्ययः उ आगच्छति इसन्ट् इट् यत्र भिन्न कोऽपि लकारस्य विवक्षा अस्ति चेत् तत्र विकरणप्रत्ययः ऊ न आयाति सो कुत्र ऊ प्रत्ययान्तङ्गं भवति डुक्रञ् धातोः लटि भवति लोटि भवति विधिलिङ्गि भवति अपि च लङ्गि भवति बिकास् ओन्ली दीस् फोर् आर् सार्वधातुक प्रत्ययास् इसन्ट् इट् सो यत्र ऊ प्रत्ययान्तङ्गं भवति ऊ प्रत्ययान्तङ्गम् इत्युक्ते यत्र ऊ विकरणप्रत्ययः आयाति तत्र एव ऊ प्रत्ययान्त ऊ इति सामान्य ऊ नास्ति प्रत्ययस्य उकारः प्रत्यय उकारः तु विकरणप्रत्ययः इत्युक्ते केवलं लटि लोक्ति लङ्गि भवति तत्र तादृश अङ्गस्य कीदृश कृधातु अङ्गस्य ऊ प्रत्ययान्त अङ्गस्य इन् द लृट् लकार वि विल् हेव् अ कृधातु अङ्गम् but that will not be a u pratyantangam because teshu lriti lrit pratye u iti na vidiyate because those are they are ardha dhatu lakaras kevalam sarvadhatuk lakareshu eva sarvadhatuk kartari shap iti sutrena shap badhitva this tanadikrun vih uhu iti sutrena u pratya vidiyate सो कीदृश अङ्गस्य ऊ करो क्रू धातुः ऊ प्रत्ययान्त अङ्गस्य सो तादृश अङ्गस्य यः ह्रस्वाकारः अस्ति तत्र तु एकस्य स्थले एव ह्रस्वाकारः वर्तते ककार उत्तरवर्ती यः अकारः अस्ति अतः तस्य अकारस्य स्थाने उत् इति आदेशः भवति ह्रस्व उकारः आदेशः भवति कार्यं कुत्र भवति सो इवन् दो वी हेव् आल् दीस् टैप्स् आफ् आल् दीस् ऊ प्रत्यान्तङ्गम् अस्ति क्रू धातुः ऊ प्रत्यान्तङ्गम् अस्ति बट् इफ् देर् इस् अन् निमित्तम् अस्ति कित्नित् सार्वधातु इत्युक्ते कित्नित् भिन्न कोऽपि सार्वधातुक् अस्ति पित् अस्ति स्मिप् अस्ति सिप् अस्ति दे आर् आल्सो सार्वधातु बट् दे आर् नाट् कित्नित् सार्वधातु सो कीदृश सार्वधातुके परे कितिनिति सार्वधातुके परे सो वेन् वी हेव् दिस् तिप् सिप् एण्ड् मिप् तत्र एतत् सूत्रं न प्रवर्तते बिकास् वी हेव् अ सार्वधातु प्रत्यय बट् दे आर् नाट् दीस् थ्री आर् नाट् कितिनित् दे आर् पित् अतः तत्र कुरु न भवति तत्र तु करु एव अङ्गम् अस्ति देट् इस् वै वी हेव् टु टैप्स् आफ् अङ्गस् फार् कुरु धातुः वन् इस् कुरु अनदर् इस् करु फार् दीस् थ्री सो अतः अत्र साक्षात् उक्तम् अस्ति कित्नित् सार्वधातुक् प्रत्ययपरे एव ऊ प्रत्ययान्त् करोते ऊ प्रत्ययान्त् अङ्गस्य अकारस्य उत् आदेशः भवति सो इफ् वि सी आल् दीस् थ्री फार्म्स् लट् लोट् लङ् अण्ड् विदिलिङ्ग् अण्ड् अत्र पश्यतु डुक्रै क्रूधातु इस् डुक्रै करणे करोते द सेकेण्ड् क्रूधातु इस् हिंसायां फार् दिस् धातु दिस् सूत्र डस् नाट् अप्लैड् दिस् सूत्र अप्लैस् फार् ओन्ली डुक्रै करणे इति धातोः करोतेः इति यस्मिन् अर्थे अस्ति नाट् फार् दिस् धातु अतः करोति इति लिखितमस्ति सो लट् लकारे हियर् इट् डस् नाट् बिकम् कुरु इट् बिकम्स् करो करो करो बट् आल् दीस् सिक्स् प्लेसेस् इट् बिकम्स् कु कु कु कु कु सर्वत्र अस्ति एण्ड् द आत्मनेपदी प्रत्ययस् आल् द सिक्स् आत्मनेपदी प्रत्ययस् त आतां ज था साथां द्वम् इट् वहि महिङ् आल् द नैन् प्रत्ययस् आर् सार्वधातुक अपित् so everywhere you will see ku ku ku ku ku sarvatra bhavati because all of these nine are sarvadhatuk apit parasmay padi pratyayeshu three are pit rest of the six are apit atah atra atut sarvadhatuke etasya karyam asti atra nasti eteshu sthaleshu nasti so lat lakarah anantaram लोट् लकारः अपि अत्रापि तिप् सिप् मिप् अनन्तरं कु कु कु सर्वत्र भवति. अनन्तरं लङि अपि तथैव अकुरु अकुरु अकुरु, परन्तु अत्र न भवति. अकरोत् अकरोः अकर्वं, सिमिलर्लि द विधिलिङ्लकारः. अत्र किमपि विशेषः वर्तते, अत्र कुर्यात् मेबि अत्र प्रत्यादेशः भवति. विधिलिङ्लकारे यासुट् आदेशः भवति. सो विधिलिङ्ग् इस् स्लैट्लि सपरेट्. सो अतः अत्र सूत्र मेबि अत्र किमपि बाधकसूत्रम् अस्ति. सो अतुत् सार्वधातुके इति सूत्रेण कीदृशकरोतेः इत्युक्ते डुक्रै धातोः विषये. डुक्रै धातोः यदा अङ्गम् उप्रत्यान्त भवति तदा एव तत्र यः अङ्गे यः ह्रस्वाकारः तस्य उकारादेशः, ह्रस्वाकारस्य स्थाने उकारादेशः भवति. निमित्तमस्ति कित्नित् सार्वधातुकप्रत्ययः. सो सामान्यसार्वधातुक् नास्ति, कित्नित् सार्वधातुक् अस्ति. सो कित्नित् सार्वधातुक् प्रत्ययस्य उपस्थित्यामेव अत् उत्भवति इति सूत्रम्. अवगतं वा भगिनि? अतः अत्रापि झि इति अपित् प्रत्ययः अस्ति. सो करु बिकम्स् कुरु, इट् विल् आल्सो बिकम् कुरु. अग्रे किं भवति इति अग्रे पश्यामः, कथं तत्र भिन्नभिन्नरूपसिद्धिः भवति. अवगतं वा सर्वैः? किं भगिनि, प्रश्नः अस्ति वा मञ्जुरी भगिनि? इदानीं स्थगामः, शान्तिमन्त्रं पठामि. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेव अवशिष्यते. ॐ शान्ति शान्ति शान्तिः. हरिः ॐ श्रीगुरुभ्यो नमः. धन्यवादः, नमस्कारः.